श्रीरुद्राष्टकम् नमामीशमीशान निर्वाणरूपम् विभुं व्यापकम् ब्रह्मवेदस्वरूपम् शूलनिर्मूलनं शूलपाणिं भजेहं भवानिं। रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति। इति श्री गोस्वामी तुलसीदासकृतं श्री रुद्राष्टकं सम्पूर्णम्।